नमस्सर्वेभ्यः, अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्। विषयः अस्ति जुहोत्यादिगणे अजन्तदातवः इति विषयः। पुनः एकवारम् आरम्भतः पठामः, नूतनः पाठः। अदादिगणे अजन्तदातवः इति विषयः समाप्तः, तर्हि जुहोत्यादिगणे अजन्तदातवः इति इदानीम् आरभ्यते। अस्तु, तर्हि किम् अनिमा भगिनी आरब्धुमिच्छति वा? आं भगिनि, पठ। जुहोत्यादिगणे चतुर्विंशतिः धातवः सन्ति। यथा सर्वेषु गणेषु कर्त्रर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् इत्यनेन शप् विहितः अस्ति, तदा जुहोत्यादिभ्यः श्लुः इत्यनेन शपः श्लु अथवा लोपः भवति। अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते। जुहोत्यादिभ्यः श्लुः जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्रत्ययस्य श्लु अथवा लोपः भवति। जुहोत्तिरादिः येषां ते जुहोत्यादयः तेभ्यः जुहोत्यादिभ्यः। जुहोत्यादिभ्यः पञ्चम्यन्तं श्लुः प्रथमान्तं द्विपदमिदं सूत्रम् अधिप्रवृत्तिभ्यः शपः इत्यस्मात् शपः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं जुहोत्यादिभ्यः शपः श्लुः। अत्र जुहोत्यादिगणस्य किञ्चित् विवरणं दत्तमस्ति। तत्र चतुर्विंशतिः धातवः सन्ति, सर्वेषां तु विकरणप्रत्ययः भवति। उत्सर्गतः कर्तरि शप् इत्यनेन शप् एव विहितः भवति। अत्र तु जुहोत्यादिगणस्य श्लुः इति विकरणप्रत्ययः अस्ति इति दत्तमस्ति। जुहोति इति प्रथमरूपमस्ति, प्रथमविभक्तिरूपं जुहोति। जुहोति आदिः येषां ते जुहोत्यादयः तेभ्यः जुहोत्यादिभ्यः इति तेषां शप् शप् इत्यस्य स्थाने श्लुः विकरणप्रत्ययः भवति इति। अग्रे पठामि वा? शपः स्थाने श्लुः विकरणप्रत्ययः भवति इति न, शपः स्थाने श्लु इत्यनेन इति संज्ञया लोपः भवति शपः। ओ अस्तु, अस्तु। ओ, श्लु इति संज्ञा अस्ति लोपः इत्यस्य, श्लु इति संज्ञया शपः लोपः इति कृत्वा अत्रापि अस्मिन् गणे अपि विकरणप्रत्ययः न दृश्यते। ओ अस्तु अस्तु, अवगतम्। यथा अदादिगणे आसीत् तत्र शपः लुक् जातः खलु, अत्र तु शपः श्लु श्लु जायते। अस्तु, अवगतम्। अस्तु, किञ्चित् अग्रे पठतु। अत्र प्रश्नः उदेति यत् लोपश्लु इत्यनयोः भेदः कः। द्वाभ्यां प्रत्ययस्य अदर्शनम् इति तु अस्ति। लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति। एतदर्थं सूत्रमस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति। प्रत्ययलोपे प्रत्ययलक्षणं प्रत्यये लुप्ते सति प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्। प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठी तत्पुरुषः तस्मिन् प्रत्ययलोपे। प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणं बहुव्रीहिः। सूत्रं स्वयं सम्पूर्णं प्रत्ययलोपे प्रत्ययलक्षणं। अत्र लो श्लु अथवा लोपः इति दत्तमस्ति, अतः प्रश्नः भवति लोपः अपि च श्लु इत्यनयोः भेदः कः इति। द्वयोः अपि अदर्शनं भवति, परन्तु लोपः इत्युक्ते प्रत्ययः अदृष्टः न दृश्यते इति, परन्तु अदृष्टे सति अपि तस्य लक्षणं किञ्चित् भवति कार्यक्षेत्रे। एतत्तु प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन तस्य कार्यं भवति। यद्यपि प्रत्ययस्य लोपः भवति, तत् प्रत्ययं तत्र एव अस्ति इति अस्माकं चिन्तनं भवति, तत् द्वारा यत् कार्यं विहितं स्यात् तत् भवत्येव. प्रत्ययस्य लक्षणं निमित्तं यस्य तत् प्रत्ययलक्षणम् इति. अतः प्रत्ययं तत्र प्रत्ययः तत्र अस्ति, तेन लक्षणेन अथवा तेन निमित्तेन किं कार्यं कर्तव्यमासीत् तत् भवत्येव इति, तदेव प्रत्ययलक्षणम् इति. तत्र तु बहुव्रीहिसमासः भवति. समीचीनं भगिनि, समीचीनम् इति. अत्र अस्माभिः गतवर्गे अपि दृष्टमासीत्, वस्तुतः अत्र प्रथमतया जुहोत्यादिगणे ये अजन्तदातवः सन्ति तेषां विषये इदानीं चिन्तनं कुर्मः. अनन्तरं हलन्तधातूनां विषये किमर्थम् एवं रीत्या विभागः अस्ति अजन्तदातवः हलन्तदातवः इति चेत्, यदा जुहोत्यादिगणे ये हलन्तदातवः सन्ति तेषां रूपसिद्ध्यर्थं हल्सन्धिसूत्राणां ज्ञानम् अपेक्षितमस्ति इति कृत्वा, हल्सन्धिसूत्राणाम् इत्युक्ते सामान्य हल्सन्धिसूत्राणि नास्ति, परन्तु एकस्मिन्नेव पदे जायमानः सन्धिः, तस्य विषये एतावता न अधीतं. प्रथमतया हल्सन्धिसूत्राणाम् अध्ययनं जायते, तत्पश्चात् तत्र जुहोति अधिगणे हलन्तधातूनाम् अचिन्तनम् अस्माभिः क्रियते. तर्हि इदानीं केवलम् अजन्तधातूनां, यत्र हल्सन्धेः अवसरः नास्ति. तर्हि जुहोत्यादिगणे अत्र तु अत्र कर्तरि शप् इति सूत्रस्य प्रसङ्गः अस्ति, यतोहि तद् उत्सर्गसूत्रमस्ति, अतः तस्मिन् तु गणस्य उल्लेखः नास्ति, कस्यचित् गणस्य कृते एव इदं सूत्रम् इति नास्ति. तर्हि यस्मिन् कस्मिन्नपि गणे भवतु नाम कर्तरि शप् इति सूत्रस्य प्रसङ्गः अस्ति, परन्तु तत्तद्गणीयविकरणप्रत्ययः शपं प्रबाद्य भवति. परन्तु अत्र किम् अस्ति इति चेत्, अत्र जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः लोपः भवति, श्लू इति संज्ञया. किमर्थं श्लू इति संज्ञया लोपः भवति इति अग्रे एकं सूत्रमस्ति, तद् पठामः चेत् अवगच्छामः. श्लौ इति सूत्रमस्ति, श्लू इति संज्ञया लोपः जायते इति कृत्वा श्लौ इति सूत्रेण द्वित्वं भवति, अत्र जुहोत्यादिगणे द्वित्वं भवति. तर्हि सामान्यतया यदा शपः लोपः भवति तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इति लक्षणं स्यात्. तर्हि तादृशशप्रत्ययं निमित्तीकृत्य जुहोत्यादिगणीय यः धातुः अस्ति तत्र तस्मिन् अङ्गे अङ्गकार्यं स्यात् इति एव प्रत्ययलोपे प्रतिलक्षणम् इत्यस्य अर्थः. प्रत्ययः लुप्तः चेदपि तद् तं प्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति. परन्तु तत्र जुहोत्यादिगणे एवं भवति वा इति अग्रे द्रष्टव्यम्. तर्हि इदानीम् अग्रे विजयलक्ष्मी भगिनी पठति वा? आं भगिनि. तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति श्लू न तथा. प्रत्ययस्य श्लू भवति चेत् न केवलं प्रत्ययः गच्छति अपि तु तदाश्रितं कार्यमपि न स्यात्. तद्विधायकं सूत्रम् अस्ति न लुमताङ्गस्य. अग्रे पठानि वा? आम् अवश्यम्. अग्रे पठेयम्. हा, न लुमताङ्गस्य यस्मिन् शब्दे लु अस्ति तेन शब्देन प्रत्यय अदर्शनं विहितं चेत् सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्. लुः अस्य अस्ति इति लुमान् तेन लुमता. न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रम्. प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न. अत्र सामान्यतया लोपः भवति चेत् प्रत्ययस्य लोपः लोपे कृते अपि प्रत्ययस्य लक्षणं तिष्ठति, प्रत्ययनिमित्तिकं कार्यं भवति. परन्तु यदा श्लू इति आदेशः भवति शपः श्लू इति यदा आदेशः भवति जुहोत्यादिगणे तदा न लुमताङ्गस्य इति सूत्रेण प्रत्ययनिमित्तिकं कार्यं निषिध्यते सूत्रस्य विवरणम् अस्ति न लुमताङ्गस्य यस्मिन् शब्दे लू अस्ति तेन शब्देन प्रत्ययात् प्रत्ययस्य यदा अदर्शनं विहितं भवति तदा लू अत्र तु लू इत्यस्य श्लू इति अस्ति यदा श्लू इत्यस्मिन् यद् लू अस्ति तेन लू इत्यस्य किं भगिनी प्रेजेन्स् कथं वक्तव्यम् उपस्थितिः हा उपस्थितिः कारणेन अङ्गकार्यं अङ्गकार्यस्य यदि निमित्तं भवति चेदपि लू इति शब्देन यदा लोपः भवति प्रत्ययस्य तदा तत् कार्यं निषिध्यते अतः लुः अस्य अस्ति हा विवरणमस्ति न लुमताङ्गस्य सूत्रस्य लुः अस्य अस्ति इति लुमान् तस्य तृतीया विभक्तेः रूपं भवति लुमता न अव्ययपदं लुमता तृतीयान्तम् अङ्गस्य षष्ट्यन्तं त्रिपदं सूत्रं प्रत्ययलोपे प्रत्ययलक्षणं सम्पूर्णतया आयाति अनुवृत्तिसहितसूत्रं लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न लुमता इत्युक्ते लू शब्देन यदा लोपकार्यं भवति प्रत्ययस्य लोपः भवति तदा प्रत्ययलोपे सत्यपि प्रत्ययस्य लक्षणम् अपि न तिष्ठति कार्यं प्रत्ययनिमित्तिकं कार्यं न भवति इति अर्थः अग्रे पठानि वा पठेयं किम् एकक्षणं भगिनि सम्यक्तया उक्तवती समीचीनं तर्हि प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन प्रत्ययः लुप्तः चेत् तस्य लक्षणं भवति इति उक्तं परन्तु यः प्रत्ययः लुप्तः सः लू इति शब्देन लुप्तः चेत् तदानीं तु प्रत्ययलोपे प्रत्ययलक्षणं न भवति तर्हि न लुमताङ्गस्य इति प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य निषेधकं सूत्रमस्ति सामान्यतया लक्षणं भवति परन्तु यत्र लू इति शब्देन अदर्शनं भवति तदर्थमेव लोपः इत्यत्र संज्ञा भिन्नभिन्नसंज्ञाः प्रत्ययस्य लुक्स् लू लुपः इति अत्र उक्तमस्ति किमर्थं लुक् इति वक्तव्यं श्लू इति लुप् इति किमर्थम् एवं वक्तव्यम् इति चेत् अत्र सर्वत्र लू इति दृश्यते तर्हि लू इति शब्देन यत्र लोपः भवति तदानीं प्रत्ययलोपे प्रत्ययलक्षणं न भवति तदर्थं न लुमताङ्गस्य इति सूत्रमस्ति अत्रापि जुहोत्यादिभ्यः श्लूः इत्यनेन अत्र लोपः शपः लोपः श्लू इति शब्देन जातः श्लू इत्यत्र लू इति अस्ति तर्हि लू इत्यत्र लुमता तर्हि लुमता न लुमता अङ्गस्य तर्हि यत्र लोपः लू इति शब्देन भवति तत्र प्रत्ययलोपे प्रतिलक्षणं न भवति तर्हि भगिनी अत्र अनुवृत्तिसहितसूत्रस्य अर्थः कः इति वदतु एकवारम् लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न तद्वा लुमता इत्युक्ते लू इति शब्देन यदा प्रत्ययस्य अदर्शनं भवति तस्य प्रत्ययस्य लोपे अङ्गस्य लोपे लोपे अङ्गस्य प्रत्ययकार्यं न भवति इति अर्थः प्रत्ययकार्यं न प्रत्ययलक्षणं न भवति निमित्तिकं कार्यं प्रत्ययनिमित्तिकं कार्यम् उत प्रत्ययलक्षणं न तिष्ठति इति प्रत्ययलोपे इत्यस्य का विभक्तिः कस्मिन् अर्थे प्रत्ययलोपे सति सप्तमी षट्सप्तमी सतिसप्तमी सम्यक् सतिसप्तमी तत्र लु शब्देन प्रत्ययलोपे सति अङ्गस्य प्रत्ययलक्षणं न भवति इति अर्थः समीचीनम् सम्यक् अस्तु तर्हि धन्यवादः धन्यवादः भगिनि इदानीं किञ्चित् अग्रे लु इत्यस्य तु फङ्क्षन् अस्ति खलु भगिनि किं फङ्क्षन् द्वित्वं भवति खलु लु लु लु न तत्र श्लु लु श्लु इत्यस्य प्रयोजनम् अस्ति लु इत्यस्य प्रयोजनं तु लुमताङ्गस्य परन्तु श्लु इत्यत्र लु एव कार्यं सर्वं करोति खलु लु इति कारणेनैव द्वित्वं भवति न लु इति कारणेन न लु इति कारणेन द्वित्वं नास्ति श्लु इत्यनेन तत्र द्वित्वं तत्र अग्रे सूत्रमस्ति तत् पठामः श्लौ इति सूत्रमस्ति अस्तु तत् हा तत्र प्रत्ययस्य लोपः शपः लोपः श्लौ इत्यनेन श्लू इति शब्देन जायते इति कृत्वा तत्र श्लौ इति सूत्रेण द्वित्वं यदि प्रत्ययस्य आदर्शनं लू इत्यनेन जायते तदानीं तु द्वित्वं नास्ति एवं चेत् तर्हि आदादिगणे अपि द्वित्वं स्यात् आदादिगणे किमर्थं द्वित्वं नास्ति लू इति शब्दस्य एव महत्वं चेत् आदादिगणे अपि द्वित्वं स्यात् अन्यत्र यत्र यत्र कुत्रापि लू इति शब्देन लोपः सर्वत्र द्वित्वं स्यात् तथा नास्ति अत्र श्लौ इति अस्ति इति कृत्वा श्लू इति अस्ति इति कृत्वा तत्र द्वित्वं भवति नो चेत् न भवति अस्तु समीचीनं तर्हि अग्रे शोभा भगिनी अग्रे पठतु आं भगिनि अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीया विभक् भगिनी पठितवती खलु तद् तत्र सूत्रं पठितवती खलु न लुमता विजयलक्ष्मी भगिनी भवती एतत् पठितवती वा न वा अस्तु अस्तु पठितवती न पठितवती वा लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न हा हा हा इत्युक्ते क्षम्यतां शोभा भगिनी मया पठितमिति चिन्तितम् अत्र विजयलक्ष्मी भगिनी भवती एव समापयितवत् अग्रे भवती पठतु अस्मिन् सूत्रे लुमता लुमत् इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम् इदं मतु प्रत्ययान्तं प्रथमविभक्तौ लुमान् मतु प्रत्ययस्य अर्थः अस्य अस्मिन् वा यथा बुद्धिमान् इत्युक्ते बुद्धिः अस्य अस्मिन् वा सः बुद्धिमान् तर्हि लु अस्य अस्मिन् वा सः लुमान् व्याकरणे त्रयः लुमन्तः सन्ति लुक् श्लु लुपः चेति इदं सूत्रं वक्ति यत् येन अदर्शनं भवति सः लुमान् अस्ति चेत् तर्हि प्रत्ययलोपे प्रत्ययलक्षणं न भवति अनुवृत्तिसहितसूत्रं तथैव यदा लुमता प्रत्ययलोपे तदा अङ्गस्य प्रत्ययलक्षणं न अतः न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य बाधकसूत्रं तर्हि अत्र सारांशः एवं यत् श्लू इत्यनेन कस्यचित् प्रत्ययस्य अदर्शनं भवति चेत् यस्मात् अङ्गात् सः प्रत्ययः लुप्तः जातः तस्मिन् अङ्गे सः लुप्तप्रत्ययः तदानीम् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति अग्रे अपि पठामि वा न तावद् तावद् भगिनि अग्रे तु एतत्तु इदानीमेव उक्तम् न प्रतिपादयतु अत्र तत्र प्रातिपदिकम् एतत् सर्वम् अस्ति खलु तत् प्रतिपादयतु तत्र लुमता इति शब्दस्य अर्थः कः सूत्रे विभक्तिः का एतत् सर्वं वदतु न लुमता अङ्गस्य इति सूत्रे लुमा लुमान् इति अस्ति लुमान् इत्यस्य तृतीया विभक्ति लुमता इति लुमान् इत्युक्ते किं लुमान् इत्युक्ते लु इत्यस्य मतु प्रत्ययः अस्य अस्मिन् वा इति अर्थः यदा बुद्धि कस्य अस्य अस्मिन् वा तदा बुद्धिमान् इति भवति मतु प्रत्ययोजनेन तद्वत् एव लू अस्य अस्मिन् वा अस्ति इति लुमान् भवति लुमान् कुत्र कुत्र भवितुम् अर्हति व्याकरणे इत्युक्ते लुक् श्लू लुप् इति त्रयः लू लू किं लू इति शब्दसमूहः एतेषु त्रिषु प्रत्ययेषु सन्ति. अत्र सूत्रं किं वदति, लू इति शब्देन यदा अदर्शनं भवति सः लुमान् भवति, सः लुमान् अस्ति. यदा लुमान् प्रत्ययः लोपस्य कारणं भवति तदा प्रत्ययस्य लक्षणं न तिष्ठति. प्रत्यय साधारणतया प्रत्ययलोपे सत्यपि प्रत्ययलक्षणं तिष्ठति, प्रत्ययनिमित्तिकं कार्यं भवति, परन्तु लू शब्देन यदा प्रत्ययस्य लोपः भवति तदा प्रत्ययस्य निमित्तिकं कार्यं न भवति. तदेव सारांशः. न लुमताङ्गस्य इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य बाधकसूत्रमस्ति. तावदेव खलु भगिनि. अतः लू इति शब्देन यदा लोपः भवति तदा अङ्गकार्यस्य तद् अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति. तत् प्रत्ययः, तत् तत् न, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न भवितुम् अर्हति इति सारांशः. समीचीनम्. अग्रे शोभाभगिनी अग्रे पठति. अत्र अत्र कोऽपि प्रश्नः अस्ति वा? तत्र लुमत् इति प्रातिपदिकमस्ति. लुमत् प्रातिपदिकस्य तृतीया विभक्तिः लुमत् लुमत् इति हलन्तशब्दः अस्ति. यथा भवत् तथा लुमत्, तर्हि तृतीया विभक्तिः लुमता इति अस्ति. लुमता इत्यस्य कः अर्थः इति चेत् लुमत् शब्देन, लुमता इत्यनेन लुमत् शब्देन प्रत्ययः लोपः चेत् तदानीम् अङ्गस्य प्रत्ययलक्षणं न भवति इति अस्ति. यथा तत्र लुमत् इत्यस्य अर्थः कः इति चेत् लुमत् इति प्रातिपदिकं कथं लब्धम् इति चेत् यथा बुद्धि बुद्धिमत् इति प्रातिपदिकं तत्त्वत् लुमत्, लु अस्य अस्ति इति लुमत्, बुद्धिः अस्य अस्ति इति बुद्धिमत्, एवं लु अस्य अस्ति इति लुमत्, लुमता इति तृतीया विभक्तिः अस्ति. तर्हि प्रत्ययस्य अदर्शनं लू यत्र वर्तते, लू इति यस्मिन् प्रत्यये वर्तते तेन प्रत्ययस्य अदर्शनं चेत् तदानीं प्रत्ययलक्षणं न भवति इति सूत्रार्थः. अस्तु अग्रे भगिनि. आं भगिनि. आहत्य लोपप्रकरणे चत्वारि सूत्राणि सन्ति. क्रमेण अदर्शनं लोपः इत्युक्ते तत्र लोपसंज्ञया अदर्शनं विहितम्, अत्र विशिष्टसंज्ञया लोपः. यथा इदानीं भवत्या उक्तं तत्र शपः श्लू इति, तत्र श्लू इत्यनेन लोपसंज्ञा भवति तेन तत्र अदर्शनं विहितः विहितं भवति. तत्र विशिष्टसंज्ञाय लोपः इत्युक्ते तत्र यस् लू इति यत्र अस्ति तेन भवति. इत्युक्ते तत्र लुमन्तः, त्रयः लुमन्तः, लुक् श्लू लुप् इति, लुक् इति अदादिगणे आसीत्, श्लू इति इदानीं, तत्र तदेव विशिष्टसंज्ञया लोपः इति भवति इति मन्ये. प्रत्ययस्य लुक् श्लू लुपः इति अग्रिमं सूत्रं. लुक् श्लू लुप् इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्. अस्तु तर्हि इदानीं पर्यन्तं लुक् अपि श्लु इति दृष्टवन्तः लुप् इति अग्रे इदानीं प्रत्ययलोपे प्रत्ययलक्षणम् इति इदानीं पठितं प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् किन्तु न लुमताङ्गस्य इति इत्युक्ते तत्र यथोक्तं लुम् लु इति अस्य अस्ति इति लुमत् इति भवति तेन लुमता इति तृतीयविभक्तिः तदेव तत्र उक्तं प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् किन्तु न यत्र लुमत् अथवा लुमान् अस्ति तत्र प्रत्ययलोपे प्रत्ययलक्षणं न तिष्ठति इति अपि च न लुमताङ्गस्य इति लुमताशब्देन लुप्ते तन्निमित्तम् अङ्गकार्यं न स्यात् तदेव न लुमताङ्गस्य इत्यस्य सूत्रस्य आशयः लुमताशब्देन लोपः भवति लुप्ते लोपः भवति तेन तदनन्तरं तन्निमित्तम् अङ्गकार्यं न स्यात् तन्निमित्तम् इत्युक्ते लुमताशब्देन लुप्ते तन्निमित्तं तस् तत् लोपनिमित्तम् अङ्गकार्यम् इति भवति खलु भगिनि न स्यात् इति सामान्यतया भवति किन्तु अस्मिन् प्रसङ्गे न भवति इति अग्रे पठामि वा लुशब्देन प्रत्ययस्य लोपे सति प्रत्ययनिमित्तिकादृशलुप्तप्रत्ययनिमित्तिकं कार्यं न भवति प्रत्ययनिमित्तिकं कार्यं न भवति इत्युक्ते यतो हा यतोहि तत्र लुप्ते सति अपि सामान्यतया भवेत् किन्तु तत्र न भवति यदा लु लुमता भवति तदा न भवति आम् अग्रे पठ जुहोत्यादिगणे विकरणप्रत्ययः शप् आसीत् अनन्तरं तस्य श्लु अभवत् लुमता शपः अदर्शनं जातम् अतः धात्वङ्गे शप् निमित्तकम् अङ्गकार्यं नार्हम् जुहोत्यादिकणे विकरणप्रत्ययः शप् इति उत्सर्ग इति वक्तुं शक्नुमः वा तत्र भगिनी शप् इति सर्वत्र आगच्छति कर्तरि शप् इत्यनेन जुहोत्यादिगणे अपि शप् एव यतोहि कर्तरि शप् इति सूत्रे किमर्थं कर्तरि शप् इति सूत्रेण शपायाति अत्र सार्वधातुक अर्धधातुकपरे इति अस्ति खलु कुत्र अस्ति सार्वधातुक अर्धधातुकपरे तत्र कर्त्रार्थे सार्वधातुक अर्धधातुके परे कर्तरि शप् इत्यनेन शप् विधानं भवति खलु अर्धधातुके अपि शप् विधानं भवति वा सार्वधातुके परे क्षम्यतां यतो शप् इति अस्ति खलु तिङ्क्षित् सार्वधातुकं सार्वधातुके परे कर्तरि विकरणप्रत्ययः शप् आगच्छति कर्तरि शप् इत्यनेन तर्हि तत्र अस्ति तादृशी स्थितिः अस्ति अतः तत्रापि आगच्छति किन्तु तस्य श्लु इत्यनेन लोपः न हा लोपः अदर्शनं भवति लोपः एव खलु भगिनि तत्र आम् श्लू इत्यनेन लोपः एव विशिष्टलोपः विशिष्टलोपः विशिष्टलोपः विशिष्टसंज्ञया लोपः भवति लुमता शपः अदर्शनं जातम् इदानीं तत्र यथा पूर्वोक्तं लू यत्र लू इति यत्र आगच्छति तेन लोपः विहितः भवति तत् प्रत्ययनिमित्तकार्यं न भवति न लुमत् तत्र न लुमताङ्गस्य तेनेन अतः लुमता शपः अदर्शनं जातम् अतः धात्वङ्गे शप् निमित्तिकं का अङ्गकार्यं नार्ह न भवति इति वदति समीचीनं भगिनि सम्यक् सम्यक् अस्ति तर्हि अत्र किञ्चित् अग्रे गच्छामः धन्यवादः भगिनि इदानीं धन्यवादः अग्रे भगिनि लुमता शपः लोपः भवति इति सम्यक् वा लुमता न लू शब्देन लू इति शब्देन लुमता इत्युक्ते लू शब्दः एव खलु तर्हि लू शब्देन शपः लोपः लुमता शपः लोपः सम्यक् एव खलु लुमता नाम लू शब्देन लोपः भवति वा रिप्लेस्मेण्ट् भवति वा शपः स्थाने श्लू आयाति लू न आयाति लोपः भवति, शपः लोपः, श्लू इति शब्देन लोपः, सामान्यलोपः नास्ति. इत्युक्ते शपः स्थाने श्लू इति विकरणप्रत्ययः आयाति इति यदि वदति तदानीम् इदानीं तत्र दा धातुतः श्लू इति विकरणप्रत्ययः अस्ति, तर्हि श्लू इति विकरणप्रत्यये किम् अवशिष्यते? लु. हा, लु इति अवशिष्यते. तर्हि तत्र अस्माकं दा धातोः रूपं किं भवेत्? दादालूति भवेत् खलु? तथा तु नास्ति रूपम्, तथा तु नास्ति. तर्हि तत्र शपः, शपः लोपः, लु श्लु श्लु इति शब्देन खलु. अस्तु, तर्हि इदानीं किञ्चित् अग्रे गच्छामः. किं तत्र जयलक्ष्मी भगिनी पठितुमिच्छति वा? लक्ष्मी भगिनी पठामि भगिनी. अधुना नूतनप्रश्नः खलु भगिनि? ततः अधुना नूतनप्रश्नः उदेति यत् अदादिगणे लुक् अपि लुमान् अस्ति, जुहोत्यादिगणे श्लू अपि लुमान्, द्वयमपि लुमान् चेत् द्वयोः भेदः कः? वस्तुतः द्वयोः कुत्रचित् साम्यं, कुत्रचित् च भेदः. साम्यम् अस्मिन् यत् लुमान् सन् प्रत्ययलक्षणं न भवति. पुनः भेदः यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते, श्लोः कृते च. यथा अदादिगणे उतो वृद्धि लुकि हलि इति सूत्रम् अस्माभिः दृष्टं, येन गुणं प्रभात्य वृद्धिः भवति. श्लुः इत्यनेन तादृशं कार्यं न प्राप्यते, किन्तु श्लोः विशिष्टकार्यम् अपि अस्ति यत् लुक् इत्यनेन न सिद्ध्यति. तत्र प्रमुखं कार्यम् इदं श्लौ इति, अत्र अस्य अर्थः अपि दीयते. धातुः द्वित्वं भवति श्लौ परे, श्लौ सप्तम्यन्तम् एकं पदमिदं सूत्रं, लिटि धातोरनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः, एकाचो द्वे प्रथमस्य इत्यस्मात् द्वे इत्यस्य अनुवृत्तिः, अनुवृत्तिसहितसूत्रं, धातुः द्वे श्लौ. तर्हि अत्र प्रश्नः अस्ति, अदादिगणे अपि शपः लुक् भवति, जुहोत्यादिगणे अपि श्लू इत्यनेन अदर्शनं, अदादिगणे लुक् इत्यनेन अदर्शनं. तर्हि अत्र लुक् अपि च श्लू लुमान् अस्ति, तर्हि कः भेदः अनयोः इति अत्र प्रश्नः. तर्हि अत्र उत्तरमपि अत्रैव दीयते यत् कुत्रचित् साम्यं वर्तते, कुत्रचित् भेदः अस्ति. साम्यम् अस्ति यत् लुक् अपि च श्लू लुमान् अस्ति इति, अनेन प्रत्ययलक्षणं न भवति इति तु साम्यमस्ति. तर्हि भेदः कः इति चेत् अत्र लुक् इत्यनेन पृथक् कार्याणि भवन्ति, श्लू इत्यनेन पृथक् कार्याणि भवन्ति इति भेदः अस्ति. तर्हि लुक् इत्यनेन अदादिगणे उतो वृद्धि लुकि हलि इति सूत्रं दत्तम्, अनेन लुक् अस्ति चेत् गुणं प्रभाद्य वृद्धिः भवति इति विशिष्टकार्यमस्ति. अपि च जुहोत्यादिगणे श्लू इत्यनेन यथा अदर्शनं यथा भवति, तत्र श्लौ इति सूत्रं विशिष्टसूत्रम्, अनेन द्वित्वं भवति, धातोः द्वित्वं श्लौ इति सूत्रेण भवति. श्लौ इति सूत्रेण श्लू यत्र जायते तस्मिन् परे द्वित्वं भव, धातोः द्वित्वं भवति इति इदं सूत्रं वदति. अतः अत्र उत्तरमस्ति यत् श्लौ इत्यनेन पृथक् कार्याणि भवन्ति, श्लौ न लुक् इत्यनेन पृथक् कार्याणि भवन्ति इति उदाहरणसहितं प्रदर्शितम् अस्ति अत्र. सम्यक् भगिनि, इदानीं किञ्चित् अग्रे श्लौ इति सूत्रमपि पठतु. पठितवती, श्लौ इति धातोः द्वित्वं भवति श्लौ परे, अनुवृत्तिसहितसूत्रं, धातोः द्वे श्लौ, द्वे इत्युक्ते द्वित्वं, श्लौ परे श्लौ इत्यनेन यत्र लुक् भवति तस्मिन् परे धातुः द्वित्वं भवति इति सूत्रार्थः अस्ति. हा इदानीम् अत्र अस्माकम् इदानीम् अस्माकं प्रश्नः अस्ति. इदानीम् इदानीमेव मया उक्तं तत्र शपः श्लू इत्यनेन लोपः भवति इति. तर्हि अत्र श्लौ परे इत्यस्य अर्थः कः? यत्र श्लौ इत्यनेन श्लू इत्यनेन यत्र लोपः दर्शनं भवति. श्लौ इति सप्तम्यन्तं पदमस्ति खलु, श्लौ परे इति अर्थः. तर्हि श्लू इत्यनेन यत्र यत्र लोपः दर्शनं भवति इति अर्थः श्लौ परे इति. हा श्लौ परे इत्युक्ते वस्तुतः तत्र श्लौ श्लू इति परः वर्तते इति नास्ति खलु? न न, श्लू इत्यनेन यत्र लोपः भवति इति अर्थः तस्मिन् परे इति. न, यत्र लोपः भवति इति अपि अर्थः नास्ति. इत्युक्ते तत्र श्लू इत्यनेन प्रत्ययस्य आदर्शनं जातं खलु? जातम्. इदानीं इदानीं किमपि नास्ति. किम् अस्ति तत्र? किमपि नास्ति. तर्हि श्लौ तर्हि श्लौ इत्यनेन कः अर्थः? किम् अत्र भगिनी, तत्र श्लौ सति इति भवति वा? न न, श्लौ सति इति न, श्लौ सति इति न. इत्युक्ते तत्र श्लौ परे इति वस्तुतः नास्ति. अत्र वस्तुतः किमपि नास्ति, परन्तु अत्र बुद्धिकल्पितम् अस्ति. श्लौ परः अस्ति इति मत्वा बुद्धिकल्पितम् इत्युक्ते वस्तुतः नास्ति, वस्तुतः किमपि नास्ति, परन्तु तत्र अत्र श्लू इति प्रत्ययस्य श्लू इत्यनेन लोपः यदा भवति तदानीमेव द्वित्वं भवति इति अवगन्तव्यं खलु. तदर्थं श्लौ इति उक्तं. तर्हि वस्तुतः साक्षात् तत्र श्लू प्रत्ययः तत्र वर्तते इति न अर्थः. यतोहि श्लौ इत्युक्ते परसप्तमी इति वयं वदामः चेत् तस्मात् पूर्वं कार्यं भवति इति अर्थावगमनं भवति खलु. तर्हि तस्य उपस्थितिः स्यात् यथा विजयलक्ष्मी भगिनी पृष्टवती, तर्हि श्लौ तत्र भवेत् खलु इति. परन्तु वस्तुतः तत्र वस्तुतः तत्र श्लू इति प्रत्ययः तत्र नास्ति, न दृश्यते, नास्ति. परन्तु अस्य द्वित्वस्य कार्यार्थं तत्र श्लू इति प्रत्ययः अस्ति इति मत्वा द्वित्वकार्यं भवति. वस्तुतः नास्ति भगिनी, केवलं बुद्धिकल्पितं. लोपादेशः अस्ति इति वक्तुं न शक्यते वा? क्षम्यता, श्लौ इति लोपे कृते इति अर्थे उक्तवती, तथा अस्ति वा? इत्युक्ते तत्र लोपः कृतं तस्मिन् लोपे सति इति तस्मिन् अर्थे पृष्टवती. तत्र लोपादेशः अस्ति इति वक्तुं न, तत्र लोपे सति, लोपे सति इति वदति चेत् तदनन्तरं किं भवति? लोपे सति श्लौ इत्यनेन लोपे सति धातोः द्वित्वं भवति इति वक्तुमिच्छति वा? न, तथा नास्ति अत्र. वस्तुतः अत्र सतिसप्तमी नास्ति, सतिसप्तमी इति नास्ति. इत्युक्ते इत्युक्ते श्लू इत्यनेन लोपे लोपः भवति तदनन्तरम् एव द्वित्वं भवति इति न भवति वा? न, सतिसप्तमी नास्ति. इत्युक्ते न न, इति न, तत्र श्लौ परे एव सर्वत्र व्याख्यानं वयं पश्यामः चेत् श्लौ परे एव. श्लौ परतः अनभ्यासस्य धातुः अवयवस्य प्रथमस्य एकाचः द्वितीयस्य वा यथायोगं द्वे भवतः इति तत्र परतः एव. तत्र सतिसप्तमी नास्ति. अस्तु, सतिसप्तमी इति नास्ति तत्र. तर्हि सतिसप्तमी इति इत्युक्ते तदर्थमेव बुद्धिकल्पितम् इति वदति खलु. अत्र यद्यपि तत्र प्रत्ययः नास्ति श्लौ परतः इत्युक्ते साक्षात् श्लू इति प्रत्ययः परः अस्ति इति नास्ति, परन्तु बुद्धिकल्पितं तत्र श्लू अस्ति इति मत्वा कार्यं भवति. वस्तुतः प्रत्ययस्य लोपः जातः, श्लू इति शब्देन जातः तावदेव. तर्हि भगिनी, श्लू इति शब्देन लोपादेशः इति वक्तुं शक्यते खलु? यत्र लोपादेशः अस्ति श्लू प्रत्यये श्लू शब्देन इति वक्तुं शक्यते वा? तत्तु सतिसप्तमी भवति खलु. यदा यदा शोभाभगिनी उक्तवती यदा श्लू इत्यनेन लोपादेशः भवति तदा द्वित्वं भवति इति, तादृश अर्थः सतिसप्तमीरूपेण अत्र न स्वीकृतः यथा भवती वदति अर्थावगमनं भरति, परन्तु अत्र श्लौ इत्यनेन सप्तमे एकवचनं श्लौ इति परतः, श्लौ परतः एव सर्वेषु व्याख्यानेषु श्लौ परतः इत्येव स्वीकृतम्. तदर्थमेव अत्र उक्तमस्ति वर्णानाम् अपि युगपद् अवस्थानाभावात् बुद्धिपरिकल्पितं पौर्वापर्यं बुद्धिकल्पितमस्ति इति कृत्वा श्लौ परतः इत्येव अर्थः अस्ति. कुत्र कुत्र अस्ति भगिनि अत्र लिखितं वा? न न दृष्टं. पदमञ्जर्यां दत्तमस्ति, पश्यतु. पश्यामि. पौर्वपर्यम् अत्र अस्ति, पूर्वं परम् इति तादृशभावः अस्ति अत्र. इत्युक्ते यदा भवती वदति तत्र यदा श्लू भवति तदानीं द्वित्वं भवति इति वदति चेत् कुत्र द्वित्वं भवति इति संशयः भवति खलु, धातोः द्वित्वं. यतोहि प्रत्ययः एव परः भवति, प्रत्ययः परः भवति, पूर्वं तत्र द्वित्वं भवति इति वक्तुमिच्छति अत्र. परन्तु यदा वदति तत्र श्लौ श्लौ इत्यनेन लोपः भवति, श्लौ इत्यनेन लोपः भवति, कस्य लोपः भवति, प्रत्ययस्य लोपः भवति इति वा? श्लू इत्यनेन यस्य लोपः यत्र भवति तत्र धातोः द्वित्वं भवति इति सामान्यतया वक्तुं शक्यते इति चिन्तितवती. श्लौ श्लौ यत्र भवति इति, श्लौ परे इत्युक्ते श्लू इत्यनेन यत्र प्रत्ययस्य लोपः क्रियते तत्र धातोः द्वित्वम् इति अर्थः स्वीकृतवती. तत्र सतिसप्तमी रूपेण न स्वीकृतमस्ति कुत्रापि अत्र. इत्युक्ते चिन्तनीयं किमर्थं सतिसप्तमी रूपेण न स्वीकर्तुं शक्यते इति चिन्तनीयम्. इत्युक्ते श्लू इति संज्ञया लोपः, श्लू इति संज्ञया विकरणप्रत्ययस्य लोपः अस्ति. तर्हि इदानीं श्लौ इत्यनेन वस्तुतः अत्र धातोः अङ्गमेव खलु, अङ्गस्य द्वित्वं. तर्हि अङ्गस्य द्वित्वम् इति वक्तव्यं, धातुरूपी अङ्गस्य द्वित्वम् इति वक्तव्यं, तादृशं तु सतिसप्तमीरूपेण वक्तुं न शक्यते खलु. किमर्थं धातोः इदानीं पश्यतु, तर्हि इदानीं जुहोत्यादिगणीयधातुः अस्ति, ओके, दाधातुः अस्ति, दाधातुतः सपः लोपः अभवत् इति चिन्तयतु. तर्हि तत्र तिङ्प्रत्ययः एव आयाति. तर्हि तादृशधातुतः शप्रत्ययस्य विधानं भवति, तदनन्तरं शपः लुक्. इदानीं तिङ्प्रत्ययः अस्ति परः, तर्हि धातुः अस्ति, तिङ्प्रत्ययः अस्ति, तर्हि मध्ये मध्ये एव शपः लोपः जातः. तर्हि इदानीं स्पष्टतया वक्तव्यं चेत् श्लौ परतः धातोः द्वित्वं भवेत् इति एव वक्तव्यम्. तर्हि श्लूः श्लू इति शब्देन लोपः भवति, तदानीं धातोः द्वित्वं भवति इति तादृशविवक्षा नास्ति अत्र. वस्तुतः अङ्गस्य द्वित्वं भवति इति वक्तव्यम्, अङ्गस्य द्वित्वं भवति इति वक्तव्यं, धातुरूपे अङ्गस्य द्वित्वं भवति इति वक्तव्यं, तदर्थम् अत्र श्लौ परे इति उक्तम्. यतोहि अत्र यदा यदा श्लू इति एव वदति तर्हि इदानीं द्रष्टव्यम् अष्टाध्याय्याम् अन्यत्र कुत्रचित् श्लू इति शब्दस्य व्यवहारः अस्ति वा इति द्रष्टव्यम्. यदि वदति तत्र श्लू इत्यनेन लोपः भवति तदानीं इति अत्र पश्यतु 3139 इति एकं सूत्रमस्ति, तत्र निभिभये ह्रीलज्जायां डुब्रीं धारणपोषणयोः दानधनयोः इतेभ्यः लिटिपरतः आम् प्रत्ययो भवति अन्यतरस्यां स्लु इव च अस्मिन् कार्यं भवति इति अत्र उक्तमस्ति. स्लूवत् स्लूवत् इति उक्तं तत्र, परन्तु तत्तु भिन्नम् अस्ति, स्लूवत् इति नास्ति. हा किञ्चित् चिन्तनीयं भगिनी, चेत् सतिसप्तमी रूपेण स्पष्टतया वक्तव्यं चेत् परतः इति वदति चेत् स्पष्टतया वक्तुं शक्यते इति भाति मम. इति कृत्वा एव व्याख्यानेषु सर्वत्र इत्युक्ते अत्र अस्तु भवती वदति, परन्तु अत्र व्याख्यानेषु किमर्थं परतः इति वक्तव्यं तद्वदतु. एवं सतिसप्तरूपेण अपि भवितुम् अर्हति चेत् किमर्थम् एवं परतः इति वक्तव्यम्? परतः इति वदति चेदपि अत्र परे श्लु अस्ति इति एव तत्र अर्थः खलु. परतः श्लु, श्लु परतः, परतः अस्ति इति मत्वा, यद्यपि नास्ति श्लू इति अभावरूपम् अस्ति तथापि अस्ति इति मत्वा पूर्वं द्वित्वं भवति इति अर्थः खलु. इत्युक्ते लोपादेशः इति वक्तुं शक्यते खलु भगिनि, किमपि नास्ति इति वदनात् अत्र श्लू इत्यनेन लोपादेशः यत्र भवति तत्र आदेशः अस्ति, अस्ति लोपादेशः अस्ति न, परन्तु सूत्रं केवलं श्लौ इति अस्ति खलु, तत्र कुत्र अस्ति लोपादेशः सर्वं? श्लौ इति सप्तमीविभक्तिः अस्ति, तेन सूत्रार्थः वक्तव्यः. इदानीं लोपादेशः तत्सर्वं नास्ति अत्र. श्लौ इति तावदेव, इदानीं यथा भवती वदति तदानीं तत्र सूत्रार्थः भिन्नरीत्या वक्तव्यं, तत्र सूत्रं श्लौ इति न स्यात्. अस्तु भगिनि, सतिसप्तमी न युज्यते, सतिसप्तमी न किं तस्य प्रयोगः न कृत्वा यत्र श्लौ इति संज्ञया प्रत्ययलोपः भवति तत्र इति श्लौ यत्र तत्र इति व्यवहारः भगिनि, यत्र श्लू संज्ञया प्रत्ययलोपः भवति तत्र इति अर्थे श्लौ इति अस्ति. न तादृश अर्थबोधः नास्ति, न तादृश अर्थबोधः नास्ति. यत्र तत्र इत्युक्ते किं, कः अर्थः? यत्र श्लू प्रत्ययः अस्ति तत्रैव द्वित्वं भवति इति नार्थः खलु. न तत्र श्लौ इति सूत्रेण अङ्गस्य द्वित्वं तदेव लक्ष्मीभगिनी शोभाभगिनी द्वयमपि उभौ अपि अत्र उक्तं खलु. किमुक्तं? यदा श्लु इत्यनेन लोपः भवति तदा धातोः द्वित्वम् इति तादृशम् उक्तम्. परन्तु अत्र यत्किमपि भवतु पाणिनेः विवक्षा का इत्यपि द्रष्टव्यं, भिन्नरीत्या वक्तुं शक्यते वा इति भिन्नवार्ता, परन्तु पाणिनेः विवक्षा का, तत्र विवक्षानुगुणमेव तत्र व्याख्यानं क्रियते खलु. पाणिनेः विवक्षा श्लौ इति वदति चेत् पाणिनेः विवक्षानुगुणं सप्तमीविभक्तेः विधायकसूत्रेषु सप्तमीविभक्तेः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्येव अर्थः अस्ति. एतत्तु द्वित्व अधिकारे अस्ति, तर्हि सप्तमीविभक्तेः तस्मिन् इति निर्दिष्टे पूर्वस्य इत्येव अर्थः अस्ति, तर्हि परतः इत्येव अर्थः स्यात्, अन्यः अर्थः नास्ति खलु. आम् इति तत्र परिभाषायाः प्रयोगः एव स्यात् इति पाणिनेः विवक्षा. भगिनी तत्र न्यासः इत्यस्मिन् किञ्चित् दत्तमस्ति श्लोपरतः इति किम् इति, मया सम्यक् न अवगम्यते. तत्र श्लोपरतः इति भवती एकवारं वदति वा? स्थानिनः परत्वात् तस्यापि तद्द्वारेण पौर्वापर्यम् औपचारिकं गृहीत्वैव उक्तम् इति अदोषः। इत्युक्ते अत्र अत्र वदति श्लौ इति वदति चेत् किमर्थं श्लौ इति पररूपेण वदति? श्लौ इति श्लौ नास्ति खलु, इदानीं श्लौ एव नास्ति, तर्हि किमर्थं पररूपेण वदति इति चेत् अत्र यद्यपि नास्ति परन्तु तत्र स्थानि अस्ति खलु, लोपादेशः इति यः स्थानि अस्ति सः स्थानि पररूपेण अस्ति इति मत्वा तद्वारेण औपचारिकम् अस्ति, वास्तविकं नास्ति औपचारिकम् अस्ति, तदस्ति इति मत्वा पूर्वं द्वित्वं भवति, एतदेव युक्तम् अस्ति, अतः अदोषः दोषः नास्ति अत्र। श्लौ इति उक्तं तर्हि दोषः अस्ति वा? वस्तुतः श्लू इति नास्ति खलु परतः, तर्हि अत्र दोषः अस्ति वा श्लौ इति वदनेन इति चेत् दोषः नास्ति। किमर्थम् इति चेत् यस्मिन् स्थाने शपः लोपः भवति श्लू इति शब्देन, सः स्थानी अस्ति, तादृशस्थानि पररूपेण अस्ति इति मत्वा तद्द्वारा पूर्वं यदस्ति धातुः, यः धातुः अस्ति तस्य द्वित्वं भवति इति अर्थः इति तत्र चिन्तनम् अधिकम् अस्ति। इत्युक्ते केवलं सतिसप्तमी रूपेण नास्ति, अधिकं चिन्तनम् अस्ति अत्र। श्लौ इति पाणिनिः कस्मिन् पाणिनिना कस्मिन् अर्थे प्रयुज्यते इति चेत् तत्र परसप्तमी रूपेण एव प्रयुज्यते। भिन्नरूपेण वक्तुं शक्यते वा इति चेत् वक्तुं शक्यते स्यात्, परन्तु अत्र तादृशविवक्षा नास्ति। अस्तु अग्रे गच्छामः। अस्तु तर्हि इदानीं अस्तु किञ्चित् अग्रे गच्छामः। तर्हि अत्र सूर्यकुमारी भगिनी अग्रे पठति वा? हा भगिनि, श्लौ समाप्त। जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति, यथा दा धातुः द्वित्वेन दादा, तदेव धा धातुः धाधा, भी धातुः बीभि, हु धातुः हुः। पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति, स्लौ जुहोत्यादिगणे लिटि चङ्गि चङ्गि लुङ्लकारे सनि यङ्गि च। स्लौ इत्यनेन सर्वेषां जुहोत्यादिगणे द्वित्वं भवति, उदाहरणेन दा धा भि हु द्वित्वं भवति, एका च अस्ति तत्कारणेन दादा धाधा बी बीबि हूः। पाणिनीयव्याकरणे पञ्चस्थलेषु द्वित्वं भवति, एकमस्ति जुहोत्यादिगणे सूत्रमस्ति स्लौ, लिटि लकारे चङ्गि लुङ् लकारे चङ्गि प्रत्यये परे सन् सनि सन् प्रत्यये परे सनि, यङ् प्रत्यये परे यङि, पञ्चस्थलेषु द्वित्वं भवति अङ्गस्य इति अर्थः। अपि च अन्यत् अपि पश्यतु भगिनि, अत्र श्लौ इति श्लौ इति यत् सूत्रमस्ति तत्तु तत्र सर्वाणि द्वित्वसम्बद्धसूत्राणि सन्ति खलु सर्वत्र। अत्र श्लौ इत्यनेन सतिसप्तमी इति वदति चेत् तर्हि लिटि इत्यत्र अपि लिटि इति सतिसप्तमी स्यात्, सन्यङ्गोः इत्यपि सतिसप्तमी स्यात्, चङ्गी इत्यपि सतिसप्तमी स्यात्, अत्र सर्वाणि द्वित्वसम्बद्धसूत्राणि सर्वत्र सतिसप्तमी स्यात्, एवं चेत् तत्र क्लेशः भवति। तादृशविवक्षा नास्ति। लिटि लिटि परे धातोः अनभ्यासस्य द्वित्वं, सनीपरे धातोः अभ्यासस्य द्वित्वं, यङ्गीपरे धातोः अभ्यासस्य द्वित्वं, तर्हि तत्र कथं वक्तव्यं? यदा सन् भवति तदा धातोः द्वित्वं भवति, तादृशविवक्षा नास्ति तत्र। सर्वत्र परतः प्रत्ययः अस्ति तदानीं धातोः द्वित्वम् इति एव अस्माकं इदानीं सम्पूर्णव्याकरणशैली एव एवमस्ति खलु, प्रत्यये परतः पूर्वम् अङ्गस्य कार्यम् इति एव शैली अस्ति, तस्य परिवर्तनम् अत्र न भवति, अतः गतिसप्तमी न युज्यते एव. अत्र सर्वाणि सूत्राणि पश्यति चेत् द्वित्वसम्बद्धसूत्राणि सर्वत्र लितिपरतः, सनीपरतः, यङ्गीपरतः, चङ्गीपरतः. श्लौ इत्यत्र क्लेशः अस्ति, प्रत्ययः नास्ति इति कृत्वा भवन्तः एवं चिन्तयन्ति, ओ यदा श्लौ इत्यस्य रीतिने लोपः भवति तदा इति. अर्थावगमनार्थं समीचीनमस्ति, परन्तु तादृशविवक्षा नास्ति, स्पष्टमस्ति अत्र. अतः एव सर्वाणि सूत्राणि पश्यति चेत् श्लौ, लिटि, चङ्गी, सनी, यङ्गी, सर्वत्र सतिसप्तमी नास्ति, परतः, प्रत्ययः परतः. अस्तु, अवगतं भगिनि. हा, इदानीम् अग्रे सूत्राणि अत्र अस्ति, द्वित्वप्रकरणम् एकवारं पश्यतु. अत्र अस्ति द्वित्वप्रकरणं, प्रथमसूत्रमस्ति, एकाचो द्वे प्रथमस्य, अजादेः द्वितीयस्य, नानन्द्राः संयोगादयः, पूर्वोऽभ्यासः. नानन्द्राः इति न, पुनः पठतु. नन्द्राः संयोगादयः, पूर्वोऽभ्यासः, उभे अभ्यस्तं, जक्षित्यादयः षट्, तुजादीनां दीर्घोऽभ्यासस्य, लिटि धातोरनभ्यासस्य, सन्यङ्गोः स्लौ, चङ्गी, दास्वान् स्वाह्वान्मे द्वंश्च, द्वांश्च इत्युक्ते अत्र पश्यति चेत् एतानि सर्वाणि द्वित्वसम्बद्धसूत्राणि, द्वित्वसम्बद्धसूत्राणि. तत्र द्वित्वं तु पञ्चस्थलेषु भवति इति भवती उक्तवती खलु. अस्तु, समीचीनं. तर्हि इदानीम् एकाचो द्वे प्रथमस्य इति सूत्रं पठतु. प्रथमसूत्रमस्ति एकाचो द्वे प्रथमस्य, अधिकारसूत्रं. प्रथमस्य एकाच् भागस्य द्वित्वं भवति. उदाहरणमस्ति जाग्रु, तत्र एकाच् जा इति एकाचः, प्रथम एकाचः, जा जाग्रु रूपं, पच् पच् पच्, इ षष्ठ्याध्यायस्य प्रथमपादस्य द्वादशसूत्रं. पर्यन्तं सर्वत्र अनुवर्तते. एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं, प्रथमस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रं. सूत्रं स्वयं सम्पूर्णं. प्रथमस्य एकाचः द्वे, एकाचो द्वे प्रथमस्य सूत्रविवरणमस्ति. प्रथमं एकाचो द्वे प्रथमस्य सूत्रम् अधिकारसूत्रं, षष्ठ्याध्यायस्य प्रथमपादस्य द्वादशसूत्रपर्यन्तं अनुवर्तते. विवरणं, प्रथमस्य एकाच भागस्य द्वित्वं भवति. उदाहरणमस्ति जाग्रु, प्रथमस्य एकाच भागमस्ति जा, जा जाग्रु रूपं द्वित्वं, पच् पच् पच्, तत्र प्रथम एकाच भागः पकारानन्तरमकारः अस्ति, तदनन्तरं चकारः अस्ति, चकारपरः स्वरः नास्ति. पच् सम्पूर्णं एकाच भागः अस्ति, द्वित्वं भवति पच् पच्. इ अपि एकाच इ एव, द्वित्वं भवति इ. एकाचः षष्ठ्यन्तं, द्वे प्रथमान्तं प्रथमस्य षष्ठ्यन्तं त्रिपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं अधिकारसूत्रम् अस्ति चेत् स्वयं सम्पूर्णं प्रथमस्य एकाचः द्वे अनुवृत्तिसहितसूत्रं समीचीनं भगिनि सम्यक् इत्युक्ते यत्र यत्र धातौ एकः एव अचुवर्णः अस्ति तदानीं समग्रधातोः द्वित्वं यथा पच् इति धातुः एकः एव अचुवर्णः तर्हि समग्रधातोः द्वित्वम् इति एकः एव अचुवर्णः समग्रधातोः द्वित्वं परन्तु जागृ इत्यत्र अचुवर्णद्वयम् अस्ति तर्हि कथं तत्र भागः अस्माभिः क्रियते इति चेत् प्रथमवर्णात् आरभ्य प्रथम अचुवर्णपर्यन्तम् एकः भागः ज इति आरभ्य आकारपर्यन्तं जा इति एकः भागः तत्र एकः अचुवर्णः अस्ति पुनः तस्य अनन्तरं गकारः आरभ्य अग्रिम अचुवर्णपर्यन्तं ऋकारपर्यन्तम् अन्यः भागः अतः जा इति एकः भागः गृ इति एकः भागः तर्हि यत्र धातौ अचुवर्णद्वयम् अस्ति तदानीं केवलं प्रथमभागस्य प्रथम एकाच् भागस्य द्वित्वं जा इति भागस्य द्वित्वम् अतः जा जागृ इति एवं भवति इति अयं नियमः यत्र धातुः हलादिः अस्ति हलादिः अस्ति अनेकाच् अस्ति हलादिः अनेकाच् अस्ति चेत् प्रथम एकाच् भागस्य द्वित्वं परन्तु अजादिः एकाच् एव अस्ति अजादिः एकाच् एव अस्ति तदानीं समग्रस्य द्वित्वम् अनेन सूत्रेण भवति परन्तु यत्र धातौ अचुवर्णद्वयमस्ति अपि च धातुः अजादिः अस्ति तदानीं द्वितीयसूत्रेण द्वित्वं पुनः एकवारं वदामि धातुः हलादिः अस्ति चेत् नास्ति क्लेशः अनेन सूत्रेण एव द्वित्वम् एकाचो द्वे प्रथमस्य इत्यनेन सूत्रेण द्वित्वं तत्र भागद्वयं धातुः हलादिः तादृशधातौ एकः एव अचुवर्णः अस्ति चेत् अनेन सूत्रेण समग्रधातोः द्वित्वम् एकः एव अचुवर्णः हलादिधातुः एकः एव अचुवर्णः समग्रधातोः द्वित्वम् इदानीं हलादिधातुः परन्तु अचुवर्णद्वयम् अस्ति तदानीम् अनेन सूत्रेण द्वित्वं प्रथम एकाच् भागस्य द्वित्वं तर्हि हलादिः अस्ति चेत् विभागद्वयम् एकः एव अचुवर्णः वा अधिकः अचुवर्णः वा इति एकः एव अचुवर्णः चेत् समग्रधातोः द्वित्वम् अधिक अचुवर्णाः सन्ति चेत् प्रथम एकाच् भागस्य द्वित्वम् तत्तु हलादिधातूनां विषये इदानीम् अजादिधातूनां विषये यत्र एकः एव अचुवर्णः अस्ति तर्हि समग्रधातोः द्वित्वम् अनेन सूत्रेण एकाचो द्वे प्रथमस्य इति सूत्रेण परन्तु अजादिधातुः अस्ति परन्तु अनेके अचुवर्णाः सन्ति तदानीं द्वितीयसूत्रमस्ति अजादेर्द्वितीयस्य इति सूत्रम् अस्तु भगिनि समीचीनं धन्यवादः इदानीम् अग्रे किं मीना भगिनी पठतु कुत्र भगिनि अजादेर्द्वितीयस्य वा आमाम् अजादेर्द्वितीयस्य अधिकारसूत्रम् अजादिधातोः द्वितीयस्य एकाच् भागस्य द्वित्वं भवति ऊर्नु तत्र ऊर्नुनु भवति षष्ठ्याध्यायस्य प्रथमपादस्य षष्ठाध्यायस्य प्रथमपादस्य द्वादशं सूत्रं पर्यन्तं सर्वत्र अनुवर्तते अजादेः षष्ट्यन्तं द्वितीयस्य षष्ट्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् अजादेः द्वितीयस्य एकाचः द्वे अत्र यदि इदानीम् उक्तं पूर्वसूत्रम् एकाचो द्वे प्रथमस्य इति अधिकारसूत्रमस्ति तत्र यत्र एक अच् अस्ति चेत् तत्र हलादि एकाच् अस्ति चेत् समग्रधातोः द्वित्वम् अपि च तत्र समग्रधा अजादि एकाच् अस्ति चेत् तत्र समग्रधातोः द्वित्वं परन्तु इदानीम् अजादेः धातु अजादि अस्ति चेत् तदनन्तरं तत्र द्वितीयस्य एकाच् भागस्य द्वित्वं भवति अजादेर् द्वितीयस्य उदाहरणमस्ति ऊर्णु इति धातु अस्ति तत्र अच्वर्णः द्विवर्णः अस्ति द्वयमस्ति तत्र अच्वर्णः ऊ अपि च नकारम् अन्तिमवर्णः ऊ अपि अस्ति तत्र अजादिधातु भागद्वयं किमस्ति भागद्वयं किमस्ति ऊर्णुधातौ भागद्वयं किमस्ति प्रथमभागः तत्र ऊ आरभ्य तत्र अन्तिम हल् हल् वर्णः अस्ति चेत् किल तत्र हल हल् वर्णः न ऊ इति एकः भागः ऋणु इति अन्यः भागः रेपः णकारः उकारः इत्युक्ते अश्वर्णपर्यन्तम् एकः भागः इदानीं हल् वर्णः नास्ति आदौ अतः ऊ इति एकः भागः ऋणु इति द्वितीयः भागः ऊ इति अच्वर्णः अस्ति तत्र एव स्थापितव्यं तत्र एकभागः ऋणु इति ऋणु इति द्वितीयभागः तत्र अजादि अस्ति तस्मात् द्वितीयस्य एकाचः द्वे भवति द्वितीयस्य ऋणु भवति किल आम् ऋणु इत्यस्य द्वित्वं स्यात् वस्तुतः परन्तु तत्र अन्यत् सूत्रं किमपि अस्ति येन ऋणु इत्यस्य द्वित्वं न भवति केवलं नु इत्यस्यैव द्वित्वं भवति येन ऊर्णु नु इति भवति रेपस्य द्वित्वं न भवति तत् किमर्थम् इति अग्रे सूत्रमस्ति तत् पठित्वा अवगच्छामः परन्तु अत्र किम् अवगन्तव्यम् इति चेत् द्वितीय एकाच् भागस्य द्वित्वम् अजादिधातुः अनेकाच् चेत् द्वितीय एकाच् भागः कः ऋणु इति द्वितीय एकाच् भागः तस्य द्वित्वं स्यात् अतः ऊर्णु इति स्यात् ऊर्णुर्णु इति स्यात् परन्तु रेपस्य द्वित्वं भवति तत्तु भिन्नसूत्रेण तदा अनन्तरं पठामः इदानीं किम् अवगन्तव्यम् अत्र प्रथम एकाच् भागः अस्ति ऊ द्वितीय एकाच् भागः अस्ति ऋणु रेपः णकारः उकारः तर्हि अनेन सूत्रेण यत्र अनेकाच् अस्ति धातुः अनेकाच् अस्ति तदानीं द्वितीय एकाच् भागस्य द्वित्वं तर्हि ऋणु रेपः णकारः उकारः तस्य द्वित्वम् अतः ऋणु ऊर्णु ऋणु इति भवेत् ऊर्णु ऋणु इति भवेत् परन्तु तत् तादृशं न भवेत् किल तत्र रेपः न तद् रेपस्य द्वित्वं न भवति तत्तु भिन्नसूत्रेण अनन्तरं पश्यामः इदानीं तस्य चिन्ता नास्ति इदानीम् अवगमनार्थम् ऊर्णु ऋणु इति भवेत् द्वित्वम् अनेन सूत्रेण अवगतं वा तत्र ऊर्णु नु एव अत्र अस्ति वदामि तदेव अहं वदामि रेपस्य द्वित्वं न दृश्यते तत्तु भिन्नसूत्रेण अनेन नास्ति अस्ति तदनन्तरं अग्रे पठामि वा पठतु इदानीम् एकक्षणम् इदं सूत्रम् अवगतं वा सर्वैः इदानीम् एकवारं पश्यामः उमा भगिनी वदतु सूत्रं किम् अस्ति अस्ति वा उमा भगिनी वदतु सूत्रार्थः कः न श्रूयते किमपि न श्रूयते अस्ति वा उमा भगिनी अस्तु तर्हि किम् उषा भगिनी भवति तत्र ऊर्णु इति धातुः अदादिगणे अस्ति जुहोत्यादिगणे मया न प्राप्तं मया किं न प्रदर्शनार्थं धातोः द्वित्वं कथं भवति इति प्रदर्शनार्थम् अत्र दत्तमस्ति न तु गणस्य विषये नास्ति अत्र यानि सूत्राणि दत्तानि केवलम् अवगमनार्थं सूत्रस्य अर्थः कथं भवति इति अवगमनार्थं ज्योत्यादिगणे एव अस्ति इति नास्ति एवम् अस्तु अस्तु एवं जागृ अपि धातुः अस्मिन् गणे नास्ति खलु आं नास्ति सत्यं पच् अपि नास्ति ई अपि नास्ति इति कृत्वा अत्र अत्र द्वित्वसम्बद्धसूत्राणाम् अवगमनार्थं केवलम् उदाहरणं दत्तमस्ति, अस्मिन् गणे अस्ति इति नास्ति. अस्तु, इदानीं मीना भगिनी अग्रे पठतु, उमा भगिनी न जाने भगिनी क्षम्यताम्. प्रथमभागः द्वितीयभागः इति विभागः कथं करणीयम् इति पुनरेकवारं वदति वा भगिनि? आमाम्, इत्युक्ते प्रथम अच्वर्णपर्यन्तम् आरम्भात् इदानीम् आरम्भे एव एकः अच्वर्णः अस्ति चेत् सः एकः भागः. इदानीं हलन् हलादिधातुः अस्ति चेत् प्रथम अच्वर्णपर्यन्तम् एकः भागः. इदानीं जागृ इति धातुः अस्ति खलु, जागृधातुः, तत्र प्रथम एकाच् भागः प्रथम अच्वर्णपर्यन्तं जकारात् आरभ्य अकारपर्यन्तं, तर्हि जा इति एकः भागः. तर्हि द्वितीयभागः कः इति चेत् तस्य अनन्तरं यः वर्णः अस्ति तस्मात् आरभ्य द्वितीय अच्वर्णपर्यन्तम्, अतः गृ इति द्वितीयः भागः. इदानीम् ऊर्णु इति वयं पश्यामः चेत् अत्र आदौ एव अच्वर्णः अस्ति इति कृत्वा सः एकः भागः, ऊ इति एकः इति वा, ऊ इति एकः भागः. तस्य अनन्तरं यः वर्णः अस्ति तस्मात् आरभ्य द्वितीय अच्वर्णपर्यन्तम् अन्यः भागः, इत्युक्ते टिल् द एण्ड् आफ् वन् वन् भागः. तर्हि अजादि हलादि इति इति अपि कश्चन भेदः वर्तते. हा, यतोहि अस्मिन् सूत्रे अजादे द्वितीयस्य इति उक्तं, तर्हि अनेन किम् अवगम्यते, धातुः अनेकाच् अजादिधातुः अनेकाच् चेत् अनेन सूत्रेण द्वित्वकार्यं भवति इति अवगम्यते. अजादिधातुः अनेकाच् चेत् अनेन सूत्रेण द्वित्वं भवति, द्वितीयभागस्य द्वित्वम् इति अवगम्यते. अन्य यः कोऽपि धातुः भवतु यः अजादिधातुः नास्ति तस्य द्वित्वं प्रथमसूत्रेण भवति इति अवगन्तुं शक्यते. अजादिधातुः अनेकात् चेत् अनेन सूत्रेण अजादेव द्वितीयस्य इति सूत्रेण द्वित्वम्, अन्य यः कोऽपि धातुः भवतु एकाचो द्वे प्रथमस्य इति सूत्रेण द्वित्वम्. अस्तु, धन्यवादः. पठामि वा? हा, पठतु. बहुत्र धातुः एकाच् एव तथा भवति चेत् समग्रधातोः एव द्वित्वं भवति. बहुत्र एकाच् एव धातुः, ओके. यथा जुहूत्यादिगणे मा मामा हा हा हा धातुः अनेकाच् चेत् अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाच् भागस्य द्वित्वं भवति. तत्र धातुः अनेकाच् अस्ति चेत् अपि च हलादि, ओके, तत्र जागृति उदाहरणमस्ति चेत् किल, हलादिः अस्ति अनेकाच् अस्ति तत्र एकाचो द्वे प्रथमस्य जागृ, ओके, इत्यनेन प्रथमस्य एकाच् भागस्य एकात् भागस्य द्वित्वं भवति. धातुः अनेकाच् चेत् अपि च अजादिः इति चेत् ऊर्णु इति उदाहरणे धातुः अनेकाच् अस्ति चेत् अपि च अजादिः इति चेत् अजादेर्द्वितीयस्य इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति. एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः ऊ आयाति स च वर्णः भागस्य अन्तो भवति. एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः उ आयाति स च वर्णः भागस्य अन्तो भवति, नाम स्वरवर्णः भागस्य अन्तिमवर्णो भवति. स्वरवर्णः भागस्य अन्तिमो वर्णो भवति. अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः. तत्र यदि धातोः प्रथमं इदानीम् उक्तं तत्र धातोः एका चेव तत्र समग्रधातोः द्वितीयं भवति. एकाच् एव तत्र इ इति धातु तत्र इ भवति किल, एकाच् एव. यथा जुहोत्यादिगणे मा मा हा हा हा धातुः धातुः अनेकाच् चेत् अपि च वन् मिनिट् भगिनि धातुः अनेकाच् चेत् अपि च हलादिः इति चेत् एकाचो द्वे प्रथमस्य प्रथमभागस्य इत्यनेन प्रथमस्य एकाच् भागस्य तृत्वं भवति तत्र अनेकात् अपि च हलादिः तत्र जागृ एव उदाहरणमस्ति चेत् धातुः अनेकाच् चेत् अपि च अजादि इति चेत् ऊर्णु इति उदाहरणम् अजादेः द्वितीयस्य इति सूत्रेण द्वितीयस्य एकाच् भागस्य द्वित्वं भवति तत्र उ इति प्रथमभागः ऋणु इति ऋणु इति द्वितीयभागः इत्यनेन द्वितीयस्य एकाच् भागस्य द्वित्वं भवति एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः आयाति स च वर्णः भागस्य अन्तो भवति तद् एकाच् भागः इत्युक्ते यदा हि प्रथमः अच्वर्णः ऊर्णु तत्र प्रथमः अच्वर्णः अस्ति स च वर्णः भागस्य अन्तो भवति स ऊ एव प्रथमभागः नाम स्वरवर्णः भागस्य अन्तिमवर्णो भवति स्वरवर्णः भागस्य अन्तिमवर्णो यद् ऊ इति स्वरवर्णः तत्र तत् वर्णः एव स वर्णः एव अन्तिमवर्णः प्रथम अपि च अन्तिमवर्णः स एव प्रथमभागः अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः अग्रिमवर्णः तत्र ऊर्णु अस्ति अग्रिमवर्णः इर् इण् उ अस्ति तत्र अग्रिमभागस्य अग्रिमवर्णः अग्रिमभागस्य प्रथमवर्णः सो नु नु पर्यन्तम् इर् आरभ्य प्रथम अन्त्य द्वितीयभागः वा एवमस्ति वा भगिनि आमाम् एवमेव एवमेव एवमेव समीचीनं समीचीनं यथा यद् इदानीम् उक्तमस्ति एकाच् एव धातुः अस्ति समग्रधातोः द्वित्वम् एकः एव अचवर्णः अस्ति चेत् अजादिः वा हलादिः वा भवतु समग्रधातोः द्वित्वं भवति अनेकाच् धातुः अस्ति चेत् हलादिः अनेकाच् धातुः अस्ति चेत् प्रथम एकाच् भागस्य द्वित्वं भवति अजादिः अनेकाच् धातुः अस्ति चेत् द्वितीय एकाच् भागस्य द्वित्वं भवति तर्हि एकाच् भागः कः इति चेत् प्रथमवर्णात् आरभ्य प्रथम अश्वर्णपर्यन्तम् एकः भागः तस्य अनन्तरं यः कोऽपि वर्णः तदारभ्य द्वितीय अश्वर्णपर्यन्तं द्वितीयः भागः एवं रीत्या गणना भवति अजादिधातुः अनेकाच् चेत् द्वितीय एकाच् भागस्य द्वित्वं भवति इति सरलमस्ति क्लेशः नास्ति अवबुद्धं वा ऊर्णु इत्यत्र द्वितीयः एकाच् भागः तत्र रेफः किमर्थं द्वित्वे न भागः हा मया तु इदानीं चतुर्थवारं वदामि अत्र रेपस्य द्वित्वं भिन्नसूत्रेण न भवति नन्द्राः संयोगादयः इति अन्यत् सूत्रमस्ति तस्य पठनं न जातम् तत् पठित्वा वयम् अवगच्छामः इदानीम् अवगच्छतु तत्र रेपस्यापि द्वित्वं भवेत् अनेन सूत्रेण परन्तु तत्र निषेधकसूत्रं भिन्नम् अन्यत् अस्ति येन कारणेन तत्र रेपस्य द्वित्वं न भवति तावदेव अस्तु इदानीम् अग्रे उषा पठतु भगिनी एक प्रश्नः अस्ति तत्र पच्चधातुः अकारपर्यन्तम् एकाच् भागः अस्ति नो न न तथा नास्ति यत्र पच् धातौ एकः एव अचुवर्णः अस्ति खलु समग्रधातोः द्वित्वं पच् पच् तावदेव आमाम् अतः पकार उत्तरवर्ति अकारपर्यन्तम् एकः भागः अनन्तरं चकारः पृथक्तया तिष्ठति इति नास्ति तथा नास्ति तथा नास्ति. पच् धातुः एकः एव अच्वर्णः, समग्रधातोः द्वित्वं पच् पच् तावदेव. एवं रीत्या एव सा तत्र सारल्यम् अस्ति. यदि पच् इत्यत्र प पर्यन्तम् अकारपर्यन्तम् एकः भागः, तत् चकारस्य द्वित्वं न भवति इति एवं रीत्या वयं वदामः चेत् कुत्रचित् क्लेशः भवति इति कृत्वा समग्रधातोः द्वित्वम्. अस्तु अस्तु तर्हि इदानीं भगिनी अग्रे पठतु. भगिनी अपि च अजादिर्द्वितीयस्य इति सूत्रे उक्तं यत् अजादिः अनेकाच् अस्ति चेत् द्वितीयभागस्य द्वित्वम् इति उक्तं. किन्तु अत्र अनेकाच् इति अर्थः कुतः लभ्यते? द्वितीयः इत्यनेन, द्वितीयः इत्यनेन, द्वितीयः इति कदा भवति? अनेकाच् अस्ति चेदेव खलु द्वितीयः भवति. द्वितीयः भागः. किन्तु पूर्वं प्रथमस्य इति उक्तत्वात् अत्रापि द्वितीयः भागः भवेत् इति अर्थः न भवति वा? पुनः वदतु. पूर्वं सूत्रमस्ति खलु एकाचो द्वे प्रथमस्य इति उक्तं खलु, तर्हि तत्रापि प्रथमस्य इति उक्तत्वा द्वितीयः भागः भवेत् इति अर्थः न भवति वा? तत्रापि स्यात् खलु. न, द्वितीयभागः तत्रापि भवेत् इत्युक्ते भवेत् इत्युक्ते यः कोऽपि धातुः, इदानीं प्रथमम् अत्र सूत्रमस्ति एकाचो द्वे प्रथमस्य, तर्हि यः कोऽपि धातुः भवेत् तत्र एकः एव अच् अस्ति चेत् सरलं तत्र समग्रस्य द्वित्वं. परन्तु एकाचो द्वे प्रथमस्य, प्रथमस्य द्वे इति यदा वदति, प्रथमस्य इति वदति चेत् तदानीं द्वितीयः यदा अस्ति तदानीं प्रथमस्य एव द्वित्वम् इति अनेकाच् इति अर्थः बुध्यते तत्रापि. प्रथमस्य द्वे इति वदति चेत् तदानीं द्वितीयः कश्चन अस्ति तस्य द्वित्वं न भवति, प्रथमस्य एव भवति, अथवा तृतीयं किमपि अस्ति तस्य द्वित्वं न भवति, प्रथमस्य एव भवति इति अनेकाचत्वं तत्रापि अवगम्यते. तत्र तर्हि एकाच् इति एकाच् भागः एव अस्ति इति अपि उक्तं खलु. तर्हि तत् कथं भवति? एकाच् एव भवति, अच् एकः एव स्यात् अस्मिन् भागे इति अपि अत्र एकाचः द्वे इति एव वदति चेत् यद्वद् भवति वदति सम्यक् अस्ति एकाचः द्वे, एकाचः द्वे, एकः एव अच् अस्ति चेत् द्वे इति वदति चेत् क्लेशः नास्ति. परन्तु प्रथमस्य इति किमर्थम् उक्तं? प्रथमस्य इति वदति चेत् तदानीं द्वितीयः कश्चन भवेत् तदानीमेव प्रथमः. एकः एव अस्ति चेत् किमर्थं प्रथमः? एकः एव अस्ति चेत् तदानीम् एकाचः द्वे इति वदति चेत् पर्याप्तम्. ओ, अतः एव अत्र हलादि अनेकाचित्यस्य अन्तर्भावः एकाचो द्वे प्रथमस्य इत्यत्र इति अस्ति. अनेकाच् हलादिः अस्ति चेत् द्वितीयसूत्रेण न भवति, अजादेः द्वितीयस्य इत्यनेन भवति, तर्हि अनेन सूत्रेण एव भवेत् एकाचो द्वे प्रथमस्य इत्यनेन. अनेकाच् अस्ति चेत् प्रथमस्य भागस्य द्वित्वं भवति इति अजादेः द्वितीयस्य इति सूत्रं नास्ति चेत् एकाचो द्वे प्रथमस्य इत्यनेन एव सर्वत्र भवति द्वित्वम्, एकाच् वा अनेकाच् वा. तदनन्तरं विशिष्टसूत्रमस्ति अजादिः अस्ति चेत् प्रथमस्य न भवति द्वितीयस्य भवति इति अर्थः. अजादिः अत्र निषेधः अस्ति अस्मिन् सूत्रे. वयं किञ्चित् गाढतया पश्यामः चेत् अजादेः द्वितीयस्य इत्यस्य अर्थः कः. पूर्वसूत्रेण प्रथमस्य द्वित्वम् इति उक्तं, परन्तु अजादिः अस्ति चेत् प्रथमस्य न भवति द्वितीयस्य भवति, प्रथमस्य निषेधः इति अर्थः अस्ति तत्र. अपि च अत्र अनुवृत्तिसहितसूत्रे अजादेः द्वितीयस्य एकाचः द्वे अपि अत्र युक्तं खलु. आमां, तर्हि अस्य अर्थः स्यात् अजादेः द्वितीयस्य एकाचः इति, द्वितीयस्य एकाचः इत्यत्र द्वितीयस्य यः द्वितीयस्य एकाचः, तत्र कीदृशसम्बन्धः द्वितीयस्य एकाचः? यः एकाच् अस्ति सः द्वितीयः भवेत् इति द्वितीयः विशेषणमस्ति एकाचः. द्वितीयस्य एकाचः द्वित्वं षष्ठी अस्ति एकाचः. द्वितीयस्य इत्यस्य विशेषणरूपेण वा? अस्तु, अस्तु हा तर्हि उषा भगिनी किञ्चित् पठतु, भवती पठतु, समयः अतीतः, भवती किञ्चित् पठतु. धातुः अनेकाच् चेत् अपि च हलादिः चेत्, हलादिः इति चेत् यथा भूयोगः य यङ् प्रत्ययः भूय इत्यस्य सनात्यन्ता धातवः इत्यनेन धातुसंज्ञा भवति, संयङ्गोः इत्यनेन द्वित्वम् आयाति. भूय इति धातुः अनेकाच् अस्ति, हलादिः हलादिः हलादिः च, अतः प्रथमस्य एकाच् भागस्य द्वित्वम्. ऊकारः भू इत्यस्य ऊकारः स्वरः, अतः स च ऊकारः प्रथमभागस्य अन्तिमवर्णः. भू इति प्रथमभागः, तस्य च द्वित्वं भू भूय भू भू भू भू भूय इति. धातुः अनेकाच् चेत् अपि च हलादिः चेत्, पूर्वं वयं दृष्टवन्तः एकाचो द्वे प्रथमस्य इत्यनेन प्रथमस्य एकाच् भागस्य द्वित्वं भवति हलादिधातोः. अत्र हलादिधातोः अपि च अनेकाच् अस्ति इति अत्र विषयः. यथा भूयोगः यकारः यङ् प्रत्यय आयाति सनात्यन्ता धातवः इत्यनेन भूय इति नूतनधातुसंज्ञा धातुसंज्ञा आयाति. भूय इति धातु संयङ्गोः इत्यनेन द्वित्वम् अपि विधीयते. द्वित्वं भवति चेत् भू इति हलादिधातु अपि च अनेका च अस्ति. भूय इति धातुः अनेकात् हलादिः, अतः प्रथमस्य एकाच् भागस्य द्वित्वं. प्रथमस्य एकाच् भागस्य इति चेत् एक अच् यत्र अस्ति, भू इति आरम्भतः भकार आरम्भ, अत्र प्रथम एक अच् अच् दृश्यते ऊकारः, भू इति भागः, तस्य भागस्य द्वित्वं भवति इति. भू इति प्रथमभागः, तस्य च द्वित्वं भू भूय इति भवति. भूय इति पूर्णतया द्वित्वं नास्ति, यतोहि यकार अकार अपि अत्र अस्ति. यकारः इति द्वितीय अच्वर्णभागः, यकार अकार इत्यनेन प्रथम भाग प्रथमस्य एकाच् भागमेव स्वीक्रियते. भू एव स्वीक्रियते, भू एव द्वित्वं भवति, भू भूय इति भवति. समीचीनं समीचीनम्. अत्र बोधः जातः खलु? अहं भगिनि अहं कोऽपि संशयः अस्ति वा अत्र? अस्तु, अत्र स्थगनं कुर्मः, किञ्चित् चिन्तनं कुर्वन्तु. अत्र सूत्रद्वयं स्पष्टम्, एकाचो द्वे प्रथमस्य अजादेर्द्वितीयस्य इति सूत्रद्वयं वयम् अवगच्छामः चेत् प्रायेण सर्वत्र द्वित्वं साधयितुं शक्नुमः, क्लेशः नास्ति, सूत्रं सरलमेव. किञ्चित् चिन्तनं कुर्वन्तु, अत्र क्लेशः अस्ति चेत् पुनः अग्रिमसप्ताहे पश्यामः. अस्तु अस्तु, तर्हि धन्यवादः. धन्यवादः धन्यवादः भगिनी. नमस्कारः. नमस्कारः.